अस्तु, तर्हि अस्माकं प्रसङ्गः इदानीमस्ति गुरुत्वम् इति गुणः. तत्र गुरुत्वस्य लक्षणवाक्यमासीत् आद्यपतन असमवायी कारणं गुरुत्वम् इति. आद्यपतनम् इत्युक्ते किम् इति किञ्चित् चर्चितवन्तः. तदनन्तरं तत्र गुरुत्वलक्षणे, गुरुत्वलक्षणवाक्ये तत्र दलसार्थक्यम् इति इत्यस्मिन् विषये अपि किञ्चित् अस्माकं चर्चा जाता. इदानीं तर्हि अग्रे सरेम. एतावत्पर्यन्तं प्रश्नः नास्ति खलु किमपि? अस्तु, सम्यक्. तर्हि तत्र रामप्रिया भगिनी, भवती एव पठति वा? तत्र पुस्तकात् इदं च गुरुत्वम् इति परिच्छेदः अस्ति खलु, तत् पठित्वा. इदं च गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते. तदेव च आदाय अतिव्याप्तिवारणाय रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुर्ग्राह्यत्वत्वगिन्द्रियग्राह्यत्वयोः सार्थक्यं चिन्तितम् इति अलं, चिन्तितम् इत्यलम्. अत्र दत्तमस्ति यत् गुरुत्वं रूपादिवत् इन्द्रियेण गुरुत्वं न ज्ञातुं शक्यः, तत्तु अतीन्द्रियेण एव ज्ञातुं शक्यते. परन्तु इत्युक्ते तद् तस्य अनुमानं कर्तुं शक्नुमः इति गुरुत्वस्य विषये. तदेव च आदाय अतिव्याप्ति, यदा अतिव्याप्तिदोषः भवति रूपस्पर्शयोः लक्षणे, यदा अतिव्याप्तिदोषः भवति तस्य वारणाय तस्मिन् लक्षणवाक्ये चक्षुर्ग्राह्यत्व इति, यदा रूपलक्षणवाक्ये त्वगिन्द्रियग्राह्यत्व इति स्पर्शलक्षणवाक्ये वयं योजयामः इति अस्ति. सार्थक्यं चिन्तितम् इति अलम्, आम्, तस्य प्रयोजनस्य आवश्यकम्. अस्तु, एवं कुर्मः. तत्र करपत्रं तु एतस्मिन् विषये एव अस्ति, तर्हि तद्दृष्ट्वा इतोपि किञ्चित् स्पष्टता तत्र भवेत्. तर्हि भगिनी भवती एव आरम्भं करोति वा? तस्य प्रथमपरिच्छेदं तदेव अस्ति किल, पुनः पठामि वा भगिनि? न, द्वितीयपरिच्छेद. द्वितीय, आम्. रूपलक्षणस्मरणे गुरुत्वस्य निवारणं. चक्षुर्मात्रग्राह्यत्वे सति गुणत्वम् इति रूपस्य लक्षणं. रूपं चक्षुर्मात्रग्राह्यं, पुनः गुणः. मात्रपदस्य इतरव्यवर्तकत्वम्. अस्य बोधार्थं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति रूपलक्षणं. लक्षणसमन्वयो अस्ति. रूपं रूपभिन्न इन्द्रियेण त्वगादिभिः अग्राह्यं, तर्हि चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् अस्ति रूपे, चक्षुर्ग्राह्यत्वमपि अस्ति रूपे, तदेव गुणत्वम् अपि अस्ति. तर्हि दलत्रयस्य रूपे समन्वयः जायते. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इति विद्याधर्यां पृष्ठसङ्ख्या 50 किल भगिनी, तत् पूर्वम् उक्तम्. तत्र यदा चक्षुर्मात्रग्राह्यत्वे सति गुणत्वम् इति रूपस्य लक्षणम् अस्ति. रूपं चक्षुर्मात्रग्राह्यं, पुनः गुणः. इत्युक्ते रूपम् इति गुणः चक्षुर्मात्रग्राह्यम् अस्ति. मात्रपदस्य इतरव्यावर्तकत्वं, तत्र चक्षुर्मात्र इति अस्ति, तद् मात्रपदम् तत् मातृपदं सूचयति अपर इन्द्रियैः न ग्राह्यम् इति. चक्षुर् एव, चक्षुषा एव ग्राह्यम् इति. व्यावर्तकम् इत्युक्ते पृथक् करोति इति, अपर इन्द्रियेण पृथक् अपरैः इन्द्रियैः पृथक् करोति इति वा? हा तदपि, अपि च तत्र वर्जयित्वा इत्यपि वक्तुं शक्नुमः. इत्युक्ते अपरैः इन्द्रियैः न गृह्यते, चक्षुषा एव गृह्यते इति. तत्र यदा वयं रूपलक्षणं दृष्टवन्तः तत्र वस्तुतः दलत्रयम् इति उक्तवन्तः खलु, चक्षुषा ग्राह्यं, चक्षुभिन्न इन्द्रियैः अग्राह्यम्, अपि च गुणत्वम् इति तत्र दलत्रयम् इति एव तत्र. अस्य बोधार्थं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति रूपलक्षणं तदेव इदानीं वयम् उक्तवन्तः. दलत्रयम् अस्ति, चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं, चक्षुर्ग्राह्यत्वं, गुणत्वम् इति लक्षणसमन्वयो अस्ति. रूपं चक्षुर्भिन्न इन्द्रियेण त्वगादिभिः अग्राह्यं. लक्षणसमन्वयः इत्युक्ते लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इत्युक्ते लक्षणे यद् लक्ष्यं, लक्ष्यस्य विद्यमानत्वम् अस्तित्वं तदेव समन्वयः इति. अत्र रूपं चक्षुरिन्द्रियेण त्वगादिभिः अग्राह्यम् इत्युक्ते तद् रूपम् इति गुणं चक्षुरिन्द्रियेण एव ग्राह्यं, भिन्न इन्द्रियेण, क्षम्यतां, चक्षुर्भिन्न इन्द्रियेण इत्युक्ते अस्मि त्वगादिभिः अग्राह्यं, न गृह्यते, न गृह्यते, त्वग् आदि इन्द्रियैः न गृह्यते इति. तत् प्रथमदलस्य विषये. तर्हि चक्षुर्भिन्न इन्द्रिये अग्राह्यत्वम् अस्ति रूपे. आम्, यदा न ग्राह्यते इत्युक्ते चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं रूपे अस्ति इति प्रथमं. चक्षुर्ग्राह्यत्वमपि अस्ति रूपे, तदेव गुणत्वम् अस्ति, गुणत्वमपि अस्ति इत्युक्ते तत्र चक्षुषा एव रूपं ग्राह्यते इति द्वितीयदलस्य विषये. तत्र गुणत्वमपि अस्ति इति अस्ति तृतीयदलम् अपि. तर्हि दलत्रयस्य रूपे समन्वयः तदा लक्षणस्य लक्ष्ये विद्यमानत्वम् इति समन्वयः दलत्रयस्यापि भवति. अधुना दलप्रयोजनचिन्तनावसरे अन्तिमं दलं गुणत्वं त्यजाम. चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम् इति स्वीकृतं चेत् इदं लक्षणं रूपत्वे गच्छति इत्यतः अतिव्याप्तिः, अतः गुणत्वदलं सार्थकम्. सम्प्रति प्रथमं दलं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं त्यज्यताम्. अवशिष्यते चक्षुर्ग्राह्यत्वे सति गुणत्वम्, इदं लक्षणं सङ्ख्यायां गच्छति. अत्र यदा वयं दलप्रयोजनावसरे चिन्तयामः चेत् तत्र प्रथमं वयं गुणत्वम् इति तृतीयदलं तस्य तद् त्यजामः चेत् किं भवति इत्युक्ते चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति चक्षुग्राह्यत्वं रूपस्य रूपलक्षणम् इति आगच्छति लक्षणवाक्यं. तत्र कुत्र अतिव्याप्तिदोषः आगच्छति इत्युक्ते रूपत्वे अतिव्याप्तिदोषः आगच्छति. अस्माकं लक्ष्यमस्ति रूपम् इति, परन्तु तद् यदा गुणत्वम् इति त्यजामः चेत् इदानीं तद् रूपत्वम् इति जातिः, रूपस्य जातिः रूपत्वं, तदपि गृह्णाति इति कारणात् तत्र अतिव्यापिदोषः आगच्छति. अतः गुणत्वदलं सार्थकम् इत्युक्ते गुणत्वम् इति दलस्य प्रयोजनमस्ति, तद् आवश्यकमस्ति तस् एतद् लक्षणवाक्ये गुणत्वम् इति दलस्य आवश्यकमस्ति इति. सम्प्रति प्रथमं दलं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं त्यज्यताम्. इदानीं किं कुर्मः इत्युक्ते चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् इति यदा प्रथमदलमस्ति तत् यदा वयं निष्कासयामः चेत् किं भवति इति, अवशिष्यते चक्षुग्राह्यत्वे सति गुणत्वम्, इदं लक्षणं सङ्ख्यायां गच्छति. एतत् इदानीं किं भवति इत्युक्ते यदा चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति स्वीकुर्मः चेत् संख्यायाम् अतिव्याप्तिदोषः अतिव्याप्तिदोषः संख्यायाम् आगच्छति. एतत् सर्वं यदा वयं रूपलक्षणविषये चिन्तनं कृतवन्तः तत्र तत्र गम्भीरचर्चा अस्माकम् एतस्मिन् विषये जाता. तत्र रूपत्वे किमर्थं गच्छति चेत् तत्र रूपत्वम् इति रूपे विद्यमाना जातिः, तर्हि येन इन्द्रियेण तत्र गुणः गृह्यते तेनैव इन्द्रियेण तस्मिन् विद्यमाना जाति अपि तस्यापि ग्रहणं भवति इति वयं पूर्वं चिन्तितं. तदर्थमेव तत्र यदा गुणत्वम् इति त्यजामः चेत् रूपत्वे अतिव्याप्तिः भवति. तद्वत् संख्यायां चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति अस्ति चेत् संख्यायां गच्छति इति कृत्वा तत्र चक्षुर्भिन्न इन्द्रियग्राह्यत्वमपि आवश्यकम् इति सर्वम्. अग्रे भगिनि. इह चक्षुर्ग्राह्यत्वं त्यज्यताम्, अवशिष्यते चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति गुणत्वम्. इदं लक्षणं रूपे गच्छति न वा? रूपं चक्षुर्भिन्न इन्द्रियैः अग्राह्यं, गुणत्वमपि रूपे अस्ति, अतः समन्वयः जायते. सङ्ख्यादौ अपि अतिव्याप्तिः नास्ति. सङ्ख्या चक्षुर्भिन्न इन्द्रियैः गृह्यते, त्वगिन्द्रियेण ग्राह्यत्वं सङ्ख्यायां वर्तते. तर्हि इदं चक्षुर्ग्राह्यत्वे दलं न आवश्यकम् इति शङ्का. चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति गुणत्वम् इत्येव पर्याप्तम् इति संशयः. अत्र चक्षुर्ग्राह्यत्वम् इति द्वितीयदलं त्यजामः चेत् किं भवति इति चिन्तनं. तत्र अवशिष्यते चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति गुणत्वं रूपस्य लक्षणम् इति आगच्छति. इदं लक्षणं रूपे गच्छति न वा? एतद् दलं यदा चक्षुर्ग्राह्यत्वम् इति त्यजामः तत्र रूपस्य लक्षणं यदा अवशिष्य दलेन गच्छति न वा इति प्रश्नः आगच्छति. रूपं तु चक्षुर्भिन्न इन्द्रियैः अग्राह्यम् इत्युक्ते चक्षुर्भिन्न इन्द्रियैः इति यदा वयं त्वक् इति स्वीकुर्मः चेत् तत्तु अग्राह्यं भवति. रूपं त्वक् इन्द्रियेण न ग्राह्यम्. आम्, गुणत्वमपि रूपे अस्ति. आम्, रूपम् इति गुण रूपे तु गुणत्वम् इति गुणत्वम् अस्ति. रूपः इति गुणं, रूपः इति गुणं, गुणं तत्र गुण रूपे गुणत्वम् अस्ति. अतः समन्वयः तु इदानीम् अभवत्. आम्, सङ्ख्यादौ अति ओहो चक्षुर्भिन्न इन्द्रियेण अग्राह्यत्वे सति गुणत्वम् इति स्वीकुर्मः चेत् सङ्ख्यादि अपि अतिव्याप्तिः न भवति. चक्षुर्भिन्न इन्द्रियेण सङ्ख्या न ग्राह्यते वा? स्पर्शेण ग्राह्यते किल भगिनि सङ्ख्या? सत्यं, तर्हि चक्षुर्भिन्न इन्द्रिय अग्राह्यम् इति अस्ति चेत् सङ्ख्या तु तथा नास्ति खलु. चक्षुर्भिन्न इन्द्रियेण ग्राह्यम् अस्ति सङ्ख्या इति कृत्वा तत्रापि अतिव्याप्तिः न गच्छति. ओ अग्राह्यम्, ओ आम् अग्राह्यम्. आम्, सङ्ख्या चक्षुर्भिन्न इन्द्रियैः गृह्यते, त्वगिन्द्रियेण ग्राह्यत्वं सङ्ख्यायां वर्तते. आम्, तदेव दत्तमस्ति. आम्, तर्हि इदं चक्षुर्ग्राह्यत्वं दलं न आवश्यकम्. इदानीं यदा समन्वयः आगच्छति इत्युक्ते चक्षुर्ग्राह्यत्व इति दलम् आवश्यकं वा इति प्रश्नः आगच्छति. चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति एव पर्याप्तम् इति प्रश्नः उदेति. अग्रे भगिनि, वयं पूर्वं दृष्टवन्तः तत्र किमर्थं तत्र तत् पर्याप्तं नास्ति इति अपि वयं तेषु दिनेषु उक्तवन्तः. अत्र तु केवलं पुनस्मरणत्वेन एव अस्ति. उत्तरत्वेन चक्षुर्ग्राह्यत्वम् आवश्यकं किमर्थं? गुरुत्वे अतिव्याप्तिः. कुतः? गुरुत्वस्य अतीन्द्रियत्वात्. गुरुत्व अदृष्टभावनाः अतीन्द्रियाः. गुरुत्वं धर्माधर्मौ भावनाख्यसंस्कारः इति गुणः. अतीन्द्रियाः केनापि इन्द्रियेण न गृह्यन्ते. अतः चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं वर्तते अतीन्द्रियगुरुत्वादिषु गुणेषु. गुणत्वमपि तेषु तु अस्ति. तदर्थम् अतीन्द्रियगुरुत्वादिषु इदं लक्षणं गच्छति इति कृत्वा अतिव्याप्तिः. अतीन्द्रियगुरुत्वादिवारणाय इदं दलम् आवश्यकम्. ग्रन्थकारेण पृष्ठसङ्ख्या 74 इत्यस्मिन् लिखितमस्ति अतीन्द्रिये गुरुत्वरूपे गुणे वक्ष्यमाणे अतिव्याप्तिः. तस्य निवारणार्थं चक्षुग्राह्यत्वं योजितं. तथैव च स्पर्शलक्षणे अपि द्वग्न्द्रियग्राह्यत्वं योजितं गुरुत्वादीनां वारणार्थम्. इदानीं यदा प्रश्नः उदेति अस्य उत्तरमस्ति चक्षुर्ग्राह्यत्वम् आवश्यकं वा न वा इति. तत्र गुरुत्वे अतिव्याप्तिः आगच्छति. यदा चक्षुर्ग्राह्यत्वम् इति दलं त्यजामः चेत् गुरुत्वे अतिव्याप्तिः आगच्छति. किमर्थम् इत्युक्ते गुरुत्वं तु अतीन्द्रियेण ग्राह्यं भवति. तस्मात् कारणात् तत्र अतिव्याप्तिः आगच्छति. अतीन्द्रियेण ग्राह्यं भवति इति वक्तुं शक्नुमः वा इति अनुमानं. गुरुत्वम् इति अतीन्द्रियः इत्युक्ते इन्द्रियेण ग्रहीतुं न शक्नुमः. न शक्नुमः. अतीन्द्रियेण वयं ज्ञातुं शक्नुमः इति. तदेव तत्र अतीन्द्रियेण इत्युक्ते अतीन्द्रियः इत्युक्ते इन्द्रियेण इन्द्रियस्य गृह्यन्ते इन्द्रियेण न गृह्यन्ते इति एव खलु. तर्हि अतीन्द्रियेण ग्रहणम् इति तादृशप्रयोगं सम्यक् वा इति न जानामि. तस्य अनुमानं कर्तुं शक्नुमः इत्युक्ते इन्द्रियेण ग्रहीतुं न शक्नुमः इति एव शक्नुमः. गुरुत्व अदृष्टभावनाः अतीन्द्रियाः. अदृष्टभावनाः इत्युक्ते यद् अदृष्टम् इत्युक्ते धर्माधर्मौ इति अदृष्टं. भावना इत्युक्ते भावनाख्यसंस्कारः. गुरुत्वं धर्माधर्मौ भावनाख्यसंस्कारः इति ये गुणाः सन्ति ते तु अतीन्द्रियाः. अतीन्द्रियाः इत्युक्ते इन्द्रियेण केनापि इन्द्रियेण तस् न गृह्यन्ते इति. अतः चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं वर्तते अतीन्द्रियगुरुत्वादिषु गुणेषु. अतः यदा वयं चक्षुर्भिन्न इन्द्रियः भिन्न इन्द्रिय अग्राह्यत्वम् इति स्वीकुर्मः चेत् तत्र अतीन्द्रिय गुरुत्वादिषु गुणेषु तद्वर्तते. इत्युक्ते किम्? इतोपि किञ्चित् वदति वा? यदा चक्षुर्ग्राह्यत्वम् इति गुरुत्वे अतिव्याप्तिः भवति. परन्तु चक्षुर्ग्राह्यत्वम् इति गुरुत्वे कथम् अतिव्याप्तिः भवति? गुरुत्वे तु चक्षुर्ग्राह्यत्वं नास्ति खलु. परन्तु तत्तु अतीन्द्रियः इति. सत्यं. तर्हि चक्षुर्ग्राह्यत्वं कथं वा भिन्न इन्द्रिय क्षम्यतां चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् इत्युक्ते गुरुत्वे अतिव्याप्तिः भवति. किमर्थम् इत्युक्ते तद् अतीन्द्रियेण अतीन्द्रियेण तस्य अनुमानं कर्तुं शक्नुमः. न एकक्षणं क्षम्यतां. तत्र अतीन्द्रियेण ज्ञानं न भवति. तत्र इन्द्रियेण ज्ञानं न भवति इति कृत्वा गुरुत्वम् इति गुणः अतीन्द्रियं भवति. तर्हि अतीन्द्रियेण ग्रहणं भवति इति तत्र प्रयोगः साधु नास्ति इति मन्ये. अस्तु, इति एकं. द्वितीयमस्ति तत्र चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् इत्युक्ते गुरुत्वम् इति गुणः इन्द्रियेण न ग्रहीतुं शक्नुमः इति कृत्वा तस्मिन् चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् अस्ति. इति तत्र यदा चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् अपि च गुणत्वम् इति वदामः चेत् द्वयमपि गुरुत्वे अपि अस्ति. यतोहि गुरुत्वम् इति गुणः केनापि इन्द्रियेण ग्रहितुं न शक्नुमः इति कृत्वा चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् इति गुरुत्वे अस्ति, अपि च गुणत्वम् अपि अस्ति इति कृत्वा तत्र अतिव्याप्तिः भवति. तादृश अतिव्याप्तिनिवारणाय एव चक्षुर्ग्राह्यत्वम् इति दलम् आवश्यकम्, यतोहि गुरुत्वम् इति गुणः चक्षुर्ग्राह्यत्वं नास्ति. यद्यपि चक्षुर्भिन्न इन्द्रियग्राह्यत्वम् अपि च गुणत्वम् अस्ति, चक्षुर्ग्राह्यत्वं नास्ति. तद्वदेव स्पर्शः अपि, तत्र त्वगिन्द्रियग्राह्यत्वं त्वग्भिन्न इन्द्रिय अग्राह्यत्वम् अपि च गुणत्वम् इति वयं तत्र उक्तवन्तः. स्पर्शः अपि तथा, इत्युक्ते त्वग्भिन्न इन्द्रिय अग्राह्यत्वं गुणत्वम् इति एव केवलं वदामः चेत् गुणत्वे क्षम्यतां गुरुत्वे अतिव्याप्तिः भवति इति कृत्वा त्वगिन्द्रियग्राह्यत्वम् इति अपि तत्र वक्तव्यम्. स्थापयतु भगिनि करपत्रम्. एतदर्थं विद्याधर्यां गुरुत्वलक्षणदलप्रयोजनावसरे रूपलक्षणदलप्रयोजनं पुनस्मृतं. गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते. अतः रूपलक्षणे स्पर्शलक्षणे च चक्षुग्राह्यत्वत्वग्गिन्द्रियग्राह्यत्वयोः राहित्ये सति अतिव्याप्तिः. एतदर्थम् अनयोः सार्थक्ये सति लक्षणवाक्ये योजनम्. तदेव पुस्तके अपि आसीत् किल, तदेव सत्यं. सम्यक्. तर्हि अग्रे भगिनि अहं पञ्चनिमिषं मध्ये गत्वा पुनः आगच्छामि भगिनि. चिन्ता नास्ति, धन्यवादः. तर्हि इदानीं गुरुत्वम् इति विषयः परिसमाप्तः. तर्हि अग्रे द्रवत्वम् इति पश्येम. विद्याशङ्कर् महोदय, भवान् पठितुं शक्नोति वा पुस्तकं? आद्यस्यन्दन असमव आद्यस्यन्दनासमवायिकारणं द्रवत्वं. पृथिवीजलतेजो वृत्ति तद्विविधं सांसिद्धिकं नैमित्तिकं चेति. सांसिद्धिकं जले, नैमित्तिकं पृथिवीतेजसोः. पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वं, तेजसि सुवर्णादौ. द्रवत्वम् इति गुणस्य लक्षणवाक्यम्. आद्यस्यन्दन असमवायिकारणं द्रवत्वम्. आद्य प्रथमक्षणे प्रथमस्यन्दनं यदस्ति तस्य असमवायिकारणं द्रवत्वम्. कुत्र भवति? पृथिवी जलतेजो वृत्ति, पृथिव्यां जले तेजसि इति द्रवत्वं भवति. द्रवत्वं द्विविधं, सांसिद्धिकम् एकं विधं, नैमित्तिकं द्वितीयं विधं. सांसिद्धिकम् इत्युक्ते स्वतःसिद्धं वा स्वाधारं स्वस्य आधारेण यदस्ति स्वभावेन अस्ति तद् सांसिद्धिकं जले, तादृशस्यन्दनं जले अस्ति. नैमित्तिकं किमपि निमित्तकारणात् आगच्छति, तत् पृथिव्याम् अपि तेजसि. पृथिव्यां घृतादौ अग्निसंयोगजं द्रवत्वं, पृथिव्यां च घृतादौ अग्निसंयोगेन द्रवत्वं तस्मिन् आगच्छति. तेजसि सुवर्णादौ, तेजसि अस्तु पृथिवी घृतम् इति जलविषयं न वा, जलद्रव्यं घृतम्? न, घृतमिति पार्थिवद्रव्यं खलु, तत्र अग्निसंयोगेन द्रवत्वं पार्थिवद्रव्यं. तेजसि सुवर्णादौ, सुवर्णमिति तस्मिन् स्यन्दनं भवति चेत् तेजसंयोगेन. न न, स्वर्णम् इति तु तत्र तेजः इति वयम् उक्तवन्तः खलु, तेज तै किमस्ति वा तैजसम् इति उक्तवन्तः इति कृत्वा स्वर्णादौ यत् स्यन्दनमस्ति तत्तु तैजसन्दनमस्ति. प्रयात उदाहरणत्वेन दत्तं, पृथिवी स्थले घृतादौ, तेजसि स्थले सुवर्णादौ. उदाहरणत्वेन दत्तमस्ति. सत्यम् अस्तु. अग्रे गच्छामि वा? अग्रे गच्छतु. पतनस्यन्दनयोः भेदः. आद्यस्यन्दन असमवायिकारणं द्रवत्वम् इति मूलं. तत्र स्यन्दनं निर्दिष्टम्. स्यन्दनं विजातीया क्रिया. काचमेकमादाय जलबिन्दुं तदुपरि क्षिपामश्चेत् अस्मद्हस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति. ततः काचस्य बिन्दवश्च संयोगः भवति. इदानीं पतनविरोधी काचः अस्ति इति अन्यत् पतनं न भवति. आद्यसन्दनस्य असमवायिकारणं द्रवत्वम् इति मूलं लक्षणवाक्यम् उपरि लिखितम् अस्ति. तत्र स्यन्दनं निर्दिष्टं. स्यन्दनमिति किम् इति तत्र निर्देशः. स्यन्दनविषये तत्र अस्माकं चिन्तनं गच्छति. स्यन्दनं विजातीया क्रिया. विजातीया इत्युक्ते किञ्चित् विशेषजातीया क्रिया अस्ति. कथमस्ति इत्युक्ते एकम् उदाहरणम् अथवा किं दृष्टान्तं पश्यामः. काचम् एकमादाय तस्मिन् जलबिन्दु तदुपरि क्षिपामः चेत् जलबिन्दुं स्वीकृत्य काचं तस्य उपरि क्षिपामः चेत् हस्तात् काचपर्यन्तं क्रिया यद्भवति जलबिन्दौ क्रिया यद्भवति जलबिन्दुषु तत् क्रिया पतनरूपा गुरुत्वेन वा वेगेन च भवति. यदि यत्र क्षिपामः तत्र किञ्चित् वेगेन किञ्चित् गुरुत्वेन जलबिन्दवः काचं प्रति गच्छन्ति. तथा काचं प्राप्य काचस्य बिन्दोश्च संयोगः भवति. यदा संयोगः भवति तदानीं अग्रे पतनं न भवति. यतोहि काचः पतनविरोधी अस्ति. जलबिन्दवः काचे एव तिष्ठन्ति. काचे तिष्ठित्वा अग्रे अन्यत् पतनं न भवति इति यावत्. इति तत्र काचः इति इदानीं तत्र पतनस्य प्रतिबन्धकः अस्ति इति कृत्वा इदानीं पतनं अग्रे न पतनं भवति, तत्र तिष्ठति इति. अग्रे महोदय, काचः इत्युक्ते सर्वे जानन्ति खलु? ग्लास् इति काचं काचः. क्षम्यताम्. तथापि आदौ लघुदेशे व्याप्तः बिन्दुः शनैः शनैः वर्तुलाकारम् अधिके देशं व्याप्नोति. इदं व्यापनं तु स्यन्दनरूपक्रियया. तत्र काचे विद्यमानस्य जलबिन्दोः पतनम् अस्ति. आदौ एव हस्तात् पतनात्. पतितस्तु सः परितः येन प्रसृतो भवति तदेव स्यन्दनम्. इदमेव अभिप्रेत्य पूर्वं विजातीया क्रिया इत्यवोचाम. पतनात् विजातीया इति तदर्थः. तथापि यथा बिन्दवः काचं प्राप्नुवन्ति, आदौ बिन्दवः लघुदेशमेव व्याप्नोति. यथा बिन्दोः यत् किमपि परिमाणम् अस्ति आरम्भे, तत् किञ्चित् लघुपरिमाणम् अस्ति. शनैः शनैः बिन्दवः वर्तूलाकारम् अधिकदेशं प्राप्नोति. किञ्चित् तत्र तेषां यत् देशं ते यस्मिन् देशे ते सन्ति तत्र देशं किञ्चित् अधिकं भवति. वर्तूलाकारम् अधिकदेशं भवति. इदं व्यापनं यद्भवति तस्य नाम एव स्यन्दनरूपक्रिया. स्यन्दनरूपक्रियया एतत् अधिकदेशं व्यापनं भवति. न हि तत्र काचे विद्यमानस्य जलबिन्दोः पतनमस्ति. यतोहि काचः अस्ति उपरि. काचः पतनविरोधी अस्ति. तस्मात् काचे अधिकं पतनं तु समाप्तं. पतनम् इति कार्यं न भवति तत्र अधिकदेशव्यापनस्य. आदौ एव हस्तात् जलबिन्दव पतिताः. तस्मात् अग्रे पतनं समाप्तं. किन्तु पतितः तु बिन्दवः परितः येन प्रसृतः भवति. एकस्मिन् स्थानात् अधिकदेशं यत् प्राप्नोति तदेव स्यन्दनम्. इदमेव अभिप्रेत्य पूर्वं लिखितं विजातीया क्रिया इत्युक्ते किञ्चित् भिन्नक्रिया इति पतनात् भिन्नक्रिया विशेषजातीया क्रिया इति अवोचाम इति लङ्लकारः इति लिखितं मया नोट्स्मध्ये वच् धातु लुङ्लकारः उत्तमपुरुषः बहुवचनम् इति अवोचाम इति अस्ति पतनात् इदं द्रवत्वं समवायेन जलादौ स्थित्वा समवायेन तादृशस्यन्दनं जनयति इति सः स्यन्दनस्य असमवायिकारणम् अत्रापि आद्येति स्यन्दने विशेषणं दातव्यं द्वितीयादिस्यन्दनं प्रति द्वितीयादिपतने इव वेग एव कारणम् अतः आद्य इति विशेषणात् न तत्र अतिव्याप्तिः अत्र कार्यतावच्छेदककारणतावच्छेदकसम्बन्धयोः निवेशप्रयोजने यद्वक्तव्यं यत् तत् अनुपदं निरूपितम् इदं च द्रवत्वं पृथिव्यादित्रिकवृत्ति घृतादीनां पृथिवीरूपता लोकप्रसिद्धा सुवर्णस्य तैजसत्वं तेजोग्रन्थे उक्तमेव इदं द्रवत्वं यद्द्रवत्वेन यस्मात् सन्दनं भवति तद् द्रवत्वं समवायेन गुणं द्रवत्वमिति गुणं समवायेन जलादौ स्थित्वा समवायेन तादृशस्यन्दनं जनयति इति सः गुणः स्यन्दनस्य असमवायिकारणम् साधारण असमवायिकारणस्य यत् लक्षणं मूलवाक्यमस्ति तदत्र साधितं द्रवत्वमिति गुणं जलादौ समवायेन स्थित्वा सन्दनं समवायेन जनयति तस्मात् द्रवत्वं सन्दनस्य असमवायिकारणम् अत्रापि आद्यसन्दनम् इति लिखितं तत्र विशेषणं दातव्यं यतोहि यथा गुरुत्वस्य स्थाने आद्यपतनम् इति आसीत् तथा एव अत्र आद्यसन्दनं प्रति द्रवत्वं कारणम् अग्रिमे क्षणे यत् अग्रे सन्दनं यद्भवति तत् प्रति वेगः एव कारणं यथा गुरुत्वस्थाने तथैव अत्र अपि अतः आद्य इति विशेषणात् वदनेन न तत्र अतिव्याप्तिः न वदामः चेत् तत्र वेगी अतिव्याप्तिः भवति तदर्थम् आद्यसन्दनम् इति वक्तव्यम् अत्र कार्यतावच्छेदककारणतावच्छेदकसम्बन्धयोः निवेशप्रयोजने यद्वक्तव्यं तत् अनुपदं निरूपितम् कार्यतावच्छेदकसम्बन्ध तत्र आद्यस्यन्दन अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं कारणतावच्छेदकसम्बन्धः तु समवायः कार्यतावच्छेदक तत्तु आद्यसन्दनम् इति कार्यतावच्छेदकम् तत्र दलत्रयम् आगच्छति खलु यथा वयं गुरुत्वविषये उक्तवन्तः तत्र वस्तुतः आद्यस्यन्दन इति धर्मः तर्हि आद्यसन्दनत्वनिष्ठ समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति स्यन्दनस्य लक्षणम् इति भवति खलु तर्हि तत्र अत्र तु कार्यता कारणता अवच्छेदकसम्बन्धयोः इत्युक्ते कार्यतायाः अवच्छेदकसम्बन्धः अपि समवायः अस्ति कारणतायाः अवच्छेदकसम्बन्धः अपि समवायः अत्र वयम् उक्तवन्तः कार्यतायाः अवच्छेदकसम्बन्धस्य आवश्यकता नास्ति तस्य उदासीने अपि तत्र अतिव्याप्तिः न भवति परन्तु असमवायिकारणम् इति वदामः चेत् तदपि तत्र सङ्गच्छते इति गुरुत्वस्य विषये यदुक्तवन्तः तद् अत्रापि अस्ति इति एव इत्युक्ते तत्र असमवायिकारणम् इत्यनेन तत्र द्वयोः कार्यतायाः अपि च कारणतायाः अवच्छेदकसम्बन्धः समवायः इति आगच्छति इदं च द्रवत्वं पृथिव्यादित्रिकवृत्ति इदं द्रवत्वं पृथिव्यादित्रिक इत्युक्ते पृथ्वी जल तेज इति पृथिव्यादित्रिक त्रि ओ त्रयं त्रयासु पृथिवी तेजो जलं त्रिषु द्रव्येषु द्रवत्वं भवति, गुणं भवति. घृतादीनां पृथिवीरूपता लोकप्रसिद्धा. घृतादौ पृथिवीरूपम् अस्ति इति यज्ञे तस्य प्रयोगः भवति, सर्वे जानन्ति. सुवर्णस्य तैजसत्वं तेजोग्रन्थे उक्तम् एव. सुवर्णविषये तैजस्य द्रव्यम् इति तेजोग्रन्थे पूर्वम् अस्माभिः पठितं, तेजोग्रन्थे न वा अस्मिन् ग्रन्थे पूर्वं किञ्चित् तस्मिन् विषये पठितमेव. तेजोग्रन्थे इत्युक्ते प्रायः तत्र तेज भागे इत्यर्थे एव इति चिन्तयामि, तत्र पूर्वं यद् वयं तेजविषये पठितवन्तः तथा इति. अपि च अत्र प्रथमवाक्ये अस्ति खलु असमवायिकारणम् इति, तत्र तत्र द्विविध असमवायिकारणम् इति वयं पूर्वं दृष्टवन्तः. तर्हि के तत्र अत्र तु कीदृशः असमवायिकारणं, कीदृशम् असमवायिकारणम् इति वक्तुं शक्नोति वा किञ्चित्? अत्र प्रथमविध असमवायिकारणं कार्ये अधिकरणे कार्याधिकरणे समवायेन स्थित्वा कारणं कार्यं प्रति समवायि कार्यं जनयति, समवायेन कार्यं जनयति इति प्रथमविध असमवायिकारणम्. इत्युक्ते तत्र कार्येन सह एकस्मिन् अर्थे स्थित्वा कार्यं जनयति इति खलु, इति प्रथमविध असमवायिकारणं. तत्र कार्यमस्ति स्यन्दनमिति क्रिया. स्यन्दनमिति क्रिया जले समवायेन तिष्ठति. द्रवत्वम् इति गुणः अपि जले समवायेन अस्ति इति कृत्वा जलम् इति इदानीं कार्याधिकरणं. तर्हि कार्याधिकरणे कार्येण सह स्थित्वा समवायेन कार्यं जनयति इति द्रवत्वं प्रथमविधसमवायिकारणं स्यन्दनं प्रति. अस्तु, अग्रे महोदय. तत्र घृते मन्देनापि अग्निसंयोगेन सुवर्णे च अतितीव्र अग्निसंयोगेन द्रवत्वम् उत्पद्यते. इदमेव मूलकृता नैमित्तिकं पृथिवी तेजसोः इत्यनेन उक्तं. निमित्ते सति यद्भवति तत् नैमित्तिकं, प्रकृते तेजसंयोगः निमित्तं, तेन जायमानत्वात् तद्द्रवत्वं नैमित्तिकम् इति उच्यते. सांसिद्धिकं स्वाभाविकं द्रवत्वं तु जले प्रसिद्धमेव. तत्र द्विविधं द्रवत्वम् अस्ति, तस्य अत्र अग्रे उच्यते. घृते घृते आरम्भे किञ्चित् द्रवत्वम् अधिकं नास्ति, यतोहि सामान्य यत् किं वदामि सामान्यस्थले तत्र पृथिवी इव तिष्ठति. किन्तु किञ्चित् मन्देन अग्निसंयोगः भवति चेत् तस्मिन् घृते द्रवत्वम् आगच्छति इति एकम् इदम् अग्निसंयोगेन द्रवत्वम् आगमनं. सुवर्णे अतितीव्र अग्निसंयोगेन, यतोहि सुवर्णं सामान्यस्थितौ पृथिवी अस्ति, तस्मिन् किं वदामि दृढता अस्ति तस्मिन्, तस्मात् सुवर्णे अतितीव्र अतीव अग्निसंयोगेन सुवर्णे द्रवत्वम् उत्पद्यते. इदमेव मूलकृत आरम्भे लिखितं नैमित्तिकं पृथिवी तेजसोः इति अनेन उक्तं. निमित्त किमपि क्रियया निमित्तसंयोगेन किमपि निमित्तकारणेन पृथिव्याम् अथवा तेजसि द्रवत्वम् उत्पद्यते. प्रकृते तेजसंयोगः निमित्तम्, अत्र घृते वा सुवर्णे वा तेजसंयोगः इति निमित्तेन द्रवत्वं तस्मिन् आगच्छति. तेन जायमानत्वात् तत् द्रवत्वं नैमित्तिकम्, यतोहि अग्निसंयोगेन निमित्तेन आगच्छति, तस्मात् तस्य नामकरणं नैमित्तिकं, तद्द्रवत्वं नैमित्तिकम् इति उच्यते. जले तु सामान्यस्थितौ जले द्रवत्वम् अस्ति एव, तस्मात् स्वाभाविकं वा सांसिद्धिकम् इति जले द्रवत्वम् अस्ति इति सर्वे जानन्ति, सर्वेषाम् अनुभवः. जलरूपे अपि करकादौ तर्हि कथं न द्रवत्वम् उच्यते? कुतश्चित् प्रतिबन्धात् अदृष्टविशेषात् वा जलीयपरमाणवः द्रवत्ववन्तः अपि सन्तः द्वयुणुके द्रवत्वं नारभन्ते, ततश्च द्रवत्वरहितैरेव द्वयणुकादिभिः क्रमेण करकोत्पत्तिः, अतः न तत्र द्रवत्वम् इति वैशेषिकसम्प्रदायः इति. अत्र करक इत्युक्ते किञ्चित् ऐस् इति वा, ऐस् हेल् ऐस् इति इत्युक्ते हेल् ऐस् ते, तदपि जलमस्ति किन्तु तस्मिन् द्रवत्वं नास्ति इति अस्माकम् अनुभवः. किमर्थं तत्र द्रवत्वं नास्ति, तस्य कारणम् उल्लेखितमस्ति, कुतश्चित् प्रतिबन्धः अस्ति, प्रतिबन्धात् अदृष्टविशेषात् वा जलीयपरमाणवः, यतोपि जलीयपरमाणवः द्रवत्ववन्तः तथापि द्वयणुकस्थले द्रवत्वं नारभन्ते, द्वयणुकस्थले गुणमेव तत्र गुणस्य उत्पादनं द्वयणुके भवति इति पूर्वम् उक्तं, द्वयणुकस्थले द्रवत्वं नारभन्ते, ततश्च द्रवत्वरहितै एव ते द्वयणुकाः. महोदय क्षम्यतां, तत्र पुनः किञ्चित् तत्र द्वयणुके द्रवत्वं न आरभन्ते इति किञ्चित् इतोपि पूर्वं सम्यक् न स्मरामि, किन्तु गुणः कथ आगच्छति, परमाणुस्थले गुणः नास्ति अनन्तरं द्वयणुकस्थले गुणम् आगच्छति इति न वा? न, परमाणुस्तरे अपि गुणः अस्ति खलु, यदा तत्र जलीयपरमाणुः अस्ति तर्हि जलीयपरमाणुः तस्य परमाणुद्वयसंयोगेन द्वयणुकम्, इदानीं तत्रापि गुणः, तदनन्तरं त्रयणुके अपि गुणः तथा भवति इति वयं पूर्वं दृष्टवन्तः. तर्हि परमाणुस्तरे तत्र द्रवत्वम् इति, तत्र जलीयपरमाणु इति कृत्वा द्रवत्वम् अस्ति एव, तदेव अस्ति तत्र जलीयपरमाणवः द्रवत्ववन्तः सन्तः इति, सन्तः चेदपि तत्र द्वयणुके द्रवत्वं न आरभन्ते, यतोहि तत्र अदृष्टम् इत्युक्ते यथा वयं पूर्वम् उक्तवन्तः धर्माधर्मौ इति तत्र कश्चन किञ्चन साधारणकारणं, तर्हि तस्मात् कारणात् तत्तु प्रतिबन्धकः भवति तत्र द्रवत्वस्य इति कृत्वा यदा द्वयणुकम् उत्पद्यते तदा द्वयणुके द्रवत्वं नास्ति, यद्यपि परमाणुस्तरे द्रवत्वम् अस्ति. नाशः इति न, परन्तु हा प्रतिबन्धकः इत्युक्ते नश्यति इति वक्तुं प्रायः शक्नुमः, इत्युक्ते तस्य विरोधी इति वक्तुं शक्नुमः, तद्वत् किञ्चित् भूत्वा तत्र तस्य इदानीं तत्र द्रवत्वं नास्ति तत्र. तर्हि तत्र करकत्वं द्वयणुकात् आरम्भं भवति वा? करकत्वं कदा? जलीयपरमाणवः यदा करका भवति तदा एव करकत्वं भवति खलु, इत्युक्ते घटः इव, इत्युक्ते घटनिर्माणं यदा भवति तदा तत्र प्रथमं तत्र पार्थिवपरमाणुः परमाणवः तत्र सन्ति, तर्हि परमाणुद्वयसंयोगेन द्वयणुकं तदनन्तरं त्रयणुकम् इति कृत्वा कपालिका, लघुकपालिका, कपालिका, कपालः, अन्ततो गत्वा घटः इति निर्माणं तत्र करक्रमः खलु. तर्हि यदा घटः भवति तदा एव घटत्वम् आगच्छति, कपाले तु घटत्वं नास्ति. तद्वत् करक्का इति, यदा करक्का इति जाता तदा एव तत्र करकात्वम् इति भवति, तावत्पर्यन्तं तत्र पूर्वं यत्किमपि प्रायः लघुकरका इति वक्तुं शक्नुमः वा, यत्किमपि भवतु तस्मिन् तु करकात्वं नास्ति. अस्तु अस्तु, तर्हि द्वयणुकस्थले तत्र द्रवत्वं नास्ति, नारभन्ते. हा, इत्युक्ते केनापि कारणेन तत्तु अत्र तत्र द्रवत्वं तत्र नश्यति, इत्युक्ते केवलं परमाणुस्तरे द्रवत्वम् अस्ति, तदनन्तरं तत्तु स्थगयति इत्युक्ते तत्र तदनन्तरं द्वयणुकात् आरभ्य द्रवत्वं नास्ति, यद्यपि जलीयपरमाणवः सन्ति. तर्हि किमर्थं द्वयणुकम् आरभ्य, किमर्थं न त्रयणुकात् वा? कारकत्वं नास्ति तावत्. सत्यं, परन्तु तत्र अवयविषु मम अवगमनम् एवम् अस्ति यत् तत्र परमाणुः तु इत्युक्ते जलीयपरमाणुः इति एव सन्ति खलु, तर्हि तत्र तु भेदः नास्ति, सर्वेषां जलीयपरमाणूनां तत्र द्रवत्वम् इति गुणः अस्ति एव इति कृत्वा परमाणुस्तरे सः गुणः अस्ति. परन्तु यदा द्वयणुकं भवति तदा एव तत्र किमपि तत्र अदृष्टम् इति कारणात् तस्य द्रवत्वं तस्मात् आरभ्य न गच्छति. इत्युक्ते त्रयणुकम् इति अपि प्रायः वक्तुं शक्नुमः, परन्तु अहं चिन्तयामि तत्र लाघवम् इति स्वीकृत्य द्वयणुके एव तथा न भवतु. किमर्थं तत्र इत्युक्ते द्वयणुके द्रवत्वमस्ति त्रयणुके नास्ति इति कथनेन कः लाभः खलु? कुत्र मध्ये कुत्रापि तत्र गतं, कुत्रापि तत्र गतम्, आरम्भे एव गतम् इति स्वीकुर्मः चेत् तत्र प्रथमसोपाने सोपाने एव गतम् इति स्वीकुर्मः चेत् लाघवम् अस्ति खलु. अस्तु, तर्हि आरम्भे जलीयपरमाणुषु द्रवत्वम् अस्ति, किन्तु अग्रे यथा द्वयणुकं भवति तत्र द्रवत्वं न आरभन्ते, न भवति. तर्हि द्रवत्वरहितैः द्वयणुकादिभिः एव क्रमेण करकोत्पत्तिः भवति. अतः तस्मात् यतोहि द्वयणुकस्थले एव द्रवत्वं नास्ति, तर्हि करकोत्पत्तिः यथा भवति तत्रापि द्रवत्वं नास्ति इति वैशेषिकसम्प्रदायः इति अलम् सत्यम् इति द्रवत्वविषयः समाप्तः. तर्हि अत्र प्रश्नः अस्ति वा अथवा किमपि अन्यचिन्तनं यत्किमपि अस्ति चेत् इदानीं चर्चयितुं शक्नुमः, नो चेत् स्नेहविषये आरम्भं कर्तुं शक्नुमः इदानीम्. तर्हि सुनील् महोदय, भवान् अग्रे पठति वा? स्नेहलक्षणनिरूपणं. सम्प्रति स्नेहं लक्षयति. चूर्णादिपिण्डीभावार्हेतुः हेतुर्गुणः स्नेहः जलमात्रवृत्तिः इति. अतः अत्र स्नेहस्य लक्षणनिरूपणमस्ति. चूर्णादि पिण्डीभावं प्रति हेतुः अस्ति स्नेहः इति गुणः. अतः अत्र जले एव स्नेहः अस्ति. गोधूम अगोधूमपिष्टः इत्युक्ते किम्? अत्र कारणं भवति इति. सत्यं, गोधूमपिष्टराशिः जलेन असंयुक्तः स्थाल्यां गृहीतः. तस्य एकस्मिन् भागे हस्तेन गृहीते किं समग्रः राशिः हस्ते घृते भवति, घृतो भवति? एकदेशे वा घृतो भवति, धृतो भवति. ओ क्षम्यता, धृतो भवति. एकदेशे वा कर्षिते समग्रः राशिः आकृष्टः भवति. नेति लोकसिद्धम् इदं, ततः जलेन युतं तमेव पिष्टराशिं स्थाल्यमादाय तदेकदेशे हस्तेन गृहीते समग्रः राशिः हस्ते धृतः भवति. एकदेशे वा कर्षति समग्रः राशिः आकृष्टो भवति इति अपि लोकसिद्धम्. अत्र सारांशः एव वदामि वा? अत्र अत्र चूर्णादयः सन्ति, तादृश चूर्णादयः अत्र विघटितरूपेण एव सर्वदा सन्ति. अतः अत्र एकस्मिन् स्तरे तेषाम् आकर्षणं कर्तुं अस्माकं हस्तेन वा अन्यरीत्या तत्र आकर्षणं कर्तुं एकरीत्या जलेन एव अत्र कर्तुं शक्नुमः इति. अतः अत्र कीदृशरीत्या अत्र आकर्षणं कर्तुं शक्नुमः इति एकः प्रश्नः. अत्र हस्तेन गृहीत्वा अत्र स्थापयामः चेत् अत्र तेषाम् आकर्षणम् एकत्र भवति इति अस्माकं व्यवहारे वयं जानीमः. इत्युक्ते तत्र यदा तत्र केवलं तत्र चूर्णमस्ति चेत् इत्युक्ते तत्र गोधूमपिण्डराशिः इति गोधूम पिष्टः अस्ति चेत् तत्र तत्र यदा वयं हस्तेन तस्य ग्रहणं कुर्मः तत्र सम्पूर्णं राशिः इति न आगच्छति खलु, केवलं किञ्चिदेव हस्तेन वयं स्वीकर्तुं शक्नुमः. एकदेशे तत्र हस्तं स्थाप्य किञ्चित् स्वीकर्तुम् इच्छामः चेत्, परन्तु यदा जलसंयोगः भवति इदानीं तत्र जलेन संयुक्तं तत्र पिष्टराशिः अस्ति चेत् इदानीं यदा एकदेशे स्वीकुर्मः चेदपि सम्पूर्णं आगच्छति खलु, तत्र आकृष्टः अस्ति तत् राशिः इति तत्र इति अस्माकं तत्र आनुभविकं ज्ञानम् अस्ति. किमर्थं तथा भवति इति एव इदानीं प्रश्नः. कः हेतुः? स्फुटः जलसंयोगः अस्ति कश्चित् गुणविशेषः जले येन पिष्टादौ पूर्वोक्तं धारणम् आकर्षणं वा भवति. तेन जलगतेन गुणेन पिष्टराशेः धारणम् आकर्षणं प्रति वा कारणीभूतः पिष्टावयवानां विलक्षणसंयोगः उत्पद्यते. अयं संयोगः एव शास्त्रे पिण्डीभाव इत्युच्यते, यः चूर्णादौ धारणाकर्षणे उत्पादयति. तं च पिण्डीभावं प्रति कारणीभूतः एव स्नेहः अतिरिक्तः गुणः जलमात्रवृत्तिः. अत्र पूर्वोक्तरीत्या चूर्णादि आकर्षणार्थम् अत्र गुणविशेषः अस्ति जले. अतः अत्र जलेन अत्र धारणं वा आकर्षणं वा भवति इति. तत्र वस्तुतः जलेन न भवति खलु, जलसंयोगेन भवति. तत्र किञ्चित् सूक्ष्मभेदः अस्ति इत्युक्ते केवलं जलम् इति स्थापयामः चेत् तत्रापि तादृश समग्र आकर्षणं वा यत्किमपि न भवति, धारणम् इति न कर्तुं शक्नुमः. परन्तु यदा जलेन संयुक्तः पिष्टराशिः अस्ति तदा तादृश आकर्षणम् अपि च धारणं भवति. किमर्थं भवति इति प्रश्ने सति तत्र यदा पिष्टराशिः एकाकी अस्ति तदा तादृशशक्तिः तस्मिन् नास्ति, परन्तु जलसंयोगेन तादृश भावः तस्मिन् आगच्छति. तेन वयं ज्ञातुं शक्नुमः यत् जले कश्चन गुणः अस्ति येन तादृशभावः इदानीं पिष्टराशौ अथवा पिष्टे आगतम् इति. अत्र अत्र जले विद्यमानः गुणः अत्र पृष्ठराशेः धारणम् आकर्षणं प्रति कारणं भवति. अतः तत्र पिष्टावयवानां कश्चन विलक्षणसंयोगः उत्पद्यते. अत्र एषः संयोगः एव पिण्डीभावः इति उच्यते. अत्र चूर्णादौ तादृश आकर्षणं धारण आकर्षणम् उत्पादयति. पिण्डीभावं प्रति कारणमस्ति स्नेहः इति गुणः. अतः स्नेहः इति गुणः जलमात्रवृत्तिः तदेव पिण्डीभावं प्रति कारणं भवति. इति तत्र यः संयोगः जलपृष्ठराश् राश्योः अस्ति सः एव संयोगः विलक्षणसंयोगः पिण्डिभावः इति तस्य नामकरणं कृतं. तादृशपिण्डिभावस्य कारणम् अस्ति स्नेहः इति गुणः. इह लक्षणे धारणाकर्षणयोः पिण्डीभावः कारणं, पिण्डीभावं प्रति च स्नेहः कारणमिति कार्यकारणभावद्वयं प्रविष्टम्. अतः व्यवहार गर्भलक्षणं अवदेव प्रकृते चित्रं सम्पाद्यम्. ज्ञानस्थाने धारणाकर्षणे स्थाप्ये इति विशेषः. लक्षणपरिष्कर परिष्कारस्तु धारणाकर्षणनिष्ठकार्यतानिरूपितकारणदाश्रयविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणदाश्रयत्वे सति गुणत्वम्. अतः अत्र लक्षण अस्ति अत्र धारणाकर्षणयोः पिण्डिभावः कारणमिति. अनन्तरं पिण्डिभावस्य कारणमस्ति स्नेहः इति. अतः अत्र कारणमिति कार्यकारणभावद्वयं प्रविष्टम्. अतः अत्र धारणाकर्षणयोः कारणमस्ति पिण्डिभावः, अनन्तरं पिण्डिभावं प्रति स्नेहः इति कारणमस्ति चेत् कारणेन कारणभावद्वयम् अत्र अस्ति. इतोपि किञ्चित् वदतु महोदय, क्षम्यतां. कार्यकारणभावद्वयम् इति तत्र प्रथमकार्यकारणभावः कः, द्वितीयः कः? अत्र धारण आकर्षणयोः कारणमस्ति पिण्डीभावः. अतः अत्र धारणाकर्षणौ इति कार्यमस्ति, पिण्डीभावः इति कारणम्. अनन्तरं पिण्डीभावः इति कार्यमस्ति, तस्य कारणमस्ति स्नेहः. अतः अत्र कारणम् इति भावद्वयम् अत्र अस्ति. पिण्डीभावः एकस्मिन् अवसरे कारणमस्ति, स्नेहः इति कारणमस्ति. अतः अत्र कारणद्वयमस्ति. अपि च पिण्डीभावः इति एकस्मिन् कार्यं सत्यं कारणमस्ति, अन्यस्मिन् स्तरे कार्यमस्ति इति मध्ये तत्र भवति खलु व्यवहारः इति मध्ये भवति वस्तुतः. अतः अत्र व्यवहारगर्भलक्षणमदेव प्रकृते चित्रं सम्पाद्यम्. अत्र पिण्डीभावः इति अत्र व्यवहाररूपेण अत्र अस्ति. न तत्र व्यवहार इत्युक्ते पूर्वम् अस्माकं व्यवहारः इत्युक्ते किम् उक्तं तत्र, कोऽपि स्मरति वा? एकस्य कारणं भवति, अनन्तरं अन्यस्य कार्यं भवति. तत्र ज्ञानजनकशब्दप्रयोगः इति उक्तवन्तः खलु, इत्युक्ते अतीत्यादिव्यवहारहेतुः कालः इत्युक्ते एकं कार्यं जनयति, परन्तु अन्य एककार्यं जनयितुं कारणम् अस्ति, अनन्तरम् अन्यकारणस्य कार्यं भवति इति माध्यमरूपेण अस्ति इति व्यवहारः. तत्तु व्यापारः अस्ति. ओ व्यापारः, ओ क्षम्यता. एतत्तु तत्र शततमे पुटे इति मया नोट्स् लिखितम्. व्यवहारः इति ज्ञानजनकशब्दप्रयोगः इति. ज्ञानजनकशब्दप्रयोगः इति व्यवहारः खलु तत्र. शततमे पुटे अपि तत्र पश्यामः चेत् तत्र बहुत्र तथा वयं पूर्वं दृष्टवन्तः, तत्र अतीतादिव्यवहारहेतुः कालः इत्यत्र अपि तथा अस्ति. तत्र मध्ये ज्ञानम् इति आगच्छति, तत्र किमपि कारणं, तत् कारणेन ज्ञानं, ज्ञाने कार्यता अस्ति, इदानीं तत्र शब्दप्रयोगः इति कारणं, शब्दप्रयोगेन ज्ञानं भवति, शब्दप्रयोगस्य कारणं तु अन्यत् किमपि भवति इति तथा भवति. इत्युक्ते संयोगः अत्र तु उदाहरणमस्ति संयोगः इति, खलु शततमे पुटे. इदानीं संयोगः इति कश्चन गुणः अस्ति इति कृत्वा तत्र घटपटौ संयुक्तः इति इति किमपि तत्र तादृश वाक्यम् आकारः भवति. तर्हि संयोगः इति कश्चन गुणः अस्ति इति कृत्वा तादृशशब्दप्रयोगः भवति इति संयोगः इति कारणं शब्दप्रयोगं प्रति. शब्दप्रयोगमिति कार्यम्, इदानीं शब्दप्रयोगे कारणम् अस्ति ज्ञानार्थं. यदा तादृश आकारः भवति तदा अस्माकं ज्ञानं भवति यत् तत्र घटपटौ घटः अपि च पटः तयोः मध्ये संयोगः अस्ति इति ज्ञानं भवति. तर्हि इदानीं तत्र ज्ञानम् इत्यत्र वस्तुतः धारणा आकर्षणम् इति वयं वक्तुं शक्नुमः. इति कुर्मः चेत् हा अग्रे वदतु महोदय, तत्र अग्रे तदेव अस्ति. ज्ञानस्थाने धारणाकर्षणे स्थाप्य इति विशेषः. अतः अत्र ज्ञानम् इति अत्र एषः संयोगः ज्ञानमिति स्वीकुर्मः चेत् अत्र धारणाकर्षणे अत्र स्थापयामः, तदेव अत्र विशेषः. न न न न एकक्षणम्, एषः पुनः वदतु, तत्र सम्यक् न अहं न अवगतवती भवान् यत् उक्तवान् तत्र ज्ञानस्थाने धारणाकर्षणे स्थाप्य इत्युक्ते किम्? अत्र यदि इदानीं धारणाकर्षणम् अस्ति, अनन्तरं तस्य कारणम् अस्ति अत्र संयोगः भवति इति, तदेव अत्र व्यवहाररीत्या ज्ञानमपि जनयति. तदेव तत्र ज्ञानस्थाने इति तत्र प्रथमं ज्ञानस्थाने इति तत्र कीदृशं पदं, तत्र विभक्ति का तत्र? अत्र सप्तमी. धारणाकर्षणे स्थाप्य इत्युक्ते तदपि सप्तमी, सदि सप्तमी इति चिन्तयामि. न तत्र ज्ञानस्थाने इति सप्तमी, धारणाकर्षणे इति प्रथमाविभक्ति द्विवचनम्. स्थाप्य इति तस्य विशेषणं. तर्हि इदानीं तत्र तत्र चित्रे ज्ञानम् इति अत्र इति यदस्ति तस्मिन् स्थले धारणा आकर्षणम् इति, धारणा आकर्षणे इति द्विवचनं, तत् तस्य स्थापनं भवतु, तत् स्थापनीयम् इति. इत्युक्ते तस्मिन् कार्यता अस्ति इदानीं धारणा आकर्षणे, अथवा तयोः कार्यता अस्ति. इत्युक्ते तत्र शततमे पुटे यदा वयं चित्रं पश्यामः, किञ्चित् सौलभ्यं भवेत्, तत्र ज्ञानम् इत्यस्मिन् स्थले धारणा आकर्षणे इति भवति, तत् तस्मिन् कार्यता अस्ति. अत्र अतः अत्र संयोगनिष्ठ संयोगत्व अवच्छिन्नप्रकारता न न न न न न तथा नास्ति खलु. इदानीं तत्र यद् वामभागे अस्ति तद् निष्कासयतु, इत्युक्ते तत्र ज्ञानं पर्यन्तमेव, संयोग आरभ्य ज्ञानपर्यन्तम् एव स्वीकुर्मः. अस्तु, यतोहि ज्ञानजनकशब्दप्रयोगः इति व्यापारः खलु, तर्हि तत्र ज्ञानम् इत्येव कार्यम्. इदानीम् अत्र तादृशकार्यमस्ति धारणा आकर्षणम् इति. धारणा आकर्षणे कार्यता अस्ति, धारणाकर्षणनिष्ठकार्यतानिरूपित इति दीर्घं वाक्यं. हा, धारणाकर्षणे कार्यता अस्ति, कारणता कस्मिन् अस्ति? कारणता अत्र शब्दप्रयोगे अस्ति. न, तत्र प्रथमवाक्यं पुनः एकवारं पठतु, भवान् यत् पठितवान् इह लक्षणे इति. इह लक्षणे धारणाकर्षणयोः पिण्डीभावः कारणं, पिण्डीभावं प्रति स्नेहः कारणम् इति. तर्हि धारणाकर्षणयो धारणाकर्षणे इति कार्यं चेत् कारणं किम्? पिण्डीभावः इति तत्र इदानीं वदतु. धारणाकर्षणनिष्ठ कार्यता निरूपित कारणदाश्रय विलक्षणसंयोगनिष्ठ कार्यता. न न न न तत्र तत्र किं पुस्तके यदस्ति तत् मास्तु महोदय, भवान् वदतु. तत् चित्रं दृष्ट्वा इदानीं चित्रे ज्ञानम् इत्यत्र धारणाकर्षणे इति अस्ति खलु. प्रयोगस्थले किम् अस्ति यथा भवान् तत्र प्रथमवाक्यं पठितवान् तत्र धारणाकर्षणस्य कारणं किम्? पिण्डीभावः भवति. तर्हि इदानीं तत् प्रथमवाक्यं दृष्ट्वा अनन्तरं तत्र चित्रमपि दृष्ट्वा इदानीं वाक्यं वदतु. तत्र स्नेहः इति कुत्र आगच्छति इति सर्वं मनसि निधाय. अत्र धारणाकर्षणनिष्ठ कार्यतानिरूपित कारणदाश्रयः पिण्डीभावः. एतादृश पिण्डीभाव भावनिष्ठ कार्यता निरूपित कारणदाश्रयम् आश्रयत्वम् अस्ति स्नेहे. कारणताश्रयत्वम् आश्रयत्वे आश्रयत्वं स्नेहः इति इदानीम् अवगच्छति खलु. तर्हि तत्र प्रथमवाक्यम् इति तदेव अस्ति. तत्र कार्यकारणभावद्वयमस्ति. प्रथमकार्यकारणभावः तु तत्र पिण्डीभावः अपि च धारणाकर्षणयोः मध्ये, द्वितीयं तु स्नेहः अपि च पिण्डीभावयोः स्नेहपिण्डीभावयोः मध्ये. तर्हि इदानीं ज्ञानस्थाने धारणाकर्षणे स्थाप्ये इति विशेषः इति इत्युक्ते किम् इति अवगच्छति खलु भवान्? अत्र पूर्वस्मिन् पूर्वस्य चित्रस्य ज्ञानस्य स्थाने इति धारणाकर्षणः भवति. इदानीम् अग्रे पठतु लक्षणपरिष्कारः. अत्र लक्षणपरिष्कारः तु धारणाकर्षणनिष्ठ कार्यतानिरूपितकारणदाश्रय विलक्षणसंयोगनिष्ठ कार्यतानिरूपित कारणदाश्रयत्वे सति गुणतो. अतः अत्र लक्षणवाक्यस्य किञ्चित् परिष्कारः अपि भवति. अत्र धारणाकर्षणनिष्ठ कार्यतानिरूपित कारणदाश्रय विलक्षणसंयोगः निष्ठ कार्यता निरूपित कारणदाश्रयत्वे सति गुणत्वं स्नेहत्वमिति. हा, गुणत्वं स्नेहः इति खलु. गुणत्वम् इत्युक्ते स्नेहत्वम् इति न, यतोहि तत्र लक्षणवाक्यं पश्यतु. तत्र चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः इति अस्ति. तर्हि तत्र चूर्णादिपिण्डीभावहेतुः इति तत् प्रथमभागः धारणाकर्षणनिष्ठकारितानिरूपितकारणकारणताश्रयविलक्षणसंयोगनिष्ठकारितानिरूपितकारणताश्रयत्वम् इति प्रथमभागः. गुणः इति अस्ति गुणत्वम् इति द्वितीयभागः. विलक्षणसंयोगः इत्युक्ते पिण्डीभावः एव इति वयं पूर्वं दृष्टवन्तः इति कृत्वा तत्र विलक्षणसंयोगः इति अस्ति. तर्हि तत्र दलद्वयमस्ति वस्तुतः खलु. अवगच्छति खलु तत्र गुणत्वम् इति किमर्थम् अस्ति इति. तर्हि इदानीं तत्र पुनः दलसार्थक्यम् इत्युक्ते तत्र दलद्वयस्य आवश्यकता अस्ति वा अथवा एकेन दलेन एव तत्र व्यवहर्तुं शक्नुमः वा इति प्रश्नः इदानीं. तर्हि इदानीं पुनः तत्र लक्षणसमन्वयः इति प्रसङ्गः पठतु महोदय. इह सत्यन्तमात्रोपदाने पिष्टे अतिव्याप्तिः. तादृशविलक्षणसंयोगं प्रति पिष्टस्य समवायकारणत्वात् अतः गुणत्वरूपविशेष्यदलं विशेष्यं निवेश्यं पिष्टे गुणत्वाभावात् न अतिव्याप्तिः. अतः अत्र सत्यन्तमात्रा उपादाने पिष्टे अतिव्याप्तिः. अत्र पूर्वस्मिन् वाक्ये दीर्घवाक्यमस्ति. अत्र धारणाकर्षणनिष्ठकारितानिरूपितकारणाश्रयत्व विलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणदाश्रयत्वे सतीति अत्र तत्पर्यन्तं तद् विहाय वदामः चेत् केवलं गुणत्वम् इति वदामः चेत् तत्र पिष्टे अधिव्याप्तिः इति तदेव किल पिष्टे गुणत्वमस्ति वा पिष्टः इति कीदृशपदार्थः पिष्टे इदानीं स्नेहः अस्ति इति स्नेहः अस्ति किल अतः न न पिष्टे स्नेहः नास्ति खलु न स्नेहः कुत्र अस्ति तत्र लक्षणवाक्यं पठतु एकवारं पुनः स्नेहः जलमात्रवृत्तिः हा तर्हि स्नेहः इति गुणः तु केवलं जले अस्ति तर्हि तत्र किम् अस्ति उपादाने इत्युक्ते तत्र केवलं तदेव स्वीकुर्मः चेत् इति खलु तर्हि इत्युक्ते यद्दीर्घवाक्यं भवान् पठितवान् सतिपर्यन्तम् इति एव स्वीकुर्मः चेत् तदेव स्नेहस्य इत्युक्ते चूर्णादिपिण्डीभावहेतुः स्नेहः इति वदामः चेत् गुणः इति दलं त्यजामः चेत् इदानीं पिष्टे अतिव्याप्तिः भवति यतोहि पिष्टम् इति तत्र इदानीं समवायीकारणं खलु तत्र पिण्डीभावस्य यतोहि पिष्टे एव पिण्डीभावः अस्ति सः द्रव्यम् इति कृत्वा तस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति समवायीकारणं तर्हि तस्मिन्नपि इदानीं धारणा आकर्षणनिष्ठकार्यतानिरूपितकारणता आश्रयत्व कारणता क्षम्यतां कारणता आश्रय विलक्षणसंयोगनिष्ठकार्यतानिरूपित आश्रयत्वम् इति पिष्टे अपि अस्ति इति कृत्वा तत्र अतिव्याप्तिः भवति यदा गुणत्वम् इति दलं त्यजामः चेत् यतोहि स्नेहः इति गुणः परन्तु पिष्टं तु गुणः नास्ति अपि च द्रव्यम् इति कृत्वा अत्र आवश्यकम् इति किमर्थम् इत्युक्ते पिष्टे गुणत्व अभावात् अतिव्याप्तिः न भवति सत्यम् इदानीं तत्र तत्र दलद्वये तत्र गुणत्वम् इति दलं त्यजामः चेत् किं भवति इति दृष्टम् अग्रे अस्ति इदानीं तत्र प्रथमदलं यदस्ति तत् त्यजामः चेत् किं भवति इति विशेष्यमात्रोपादाने तूपादो गुणो गुणे गुणत्वसत्त्वात् अतिव्याप्तिः स्फुटैव सत्यन्त निवेशेन तेषां तादृशसंयोगकारणत्वाभावात् वारणं च केवलं गुणत्वम् इति वदामः चेत् अन्यत्र रूपादिगुणाः सन्ति अतः तत्र अतिव्याप्तिः भवति इति स्पष्टमेव इति कृत्वा तत्र यदा प्रथमदलं संयोजयामः तदा तादृशविलक्षणसंयोगः तस्मिन् नास्ति इति कृत्वा तत्र यः अतिव्याप्तिः आगच्छति तद् गच्छति इति अस्तु तर्हि एतावत्पर्यन्तं स्पष्टं खलु प्रश्नः अस्ति वा प्रश्नः नास्ति अस्तु तर्हि रामप्रिया भगिनी अस्ति वा भवती आम् आम् आम् आगतवती भगिनि अस्तु भगिनि तर्हि अग्रे पठ आम् स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इह तादृशपिण्डीभावः विलक्षणसंयोगरूपः समवायेन पिष्टे वर्तते स्नेहस्तु समवायेन जले विद्यमानः स्व आश्रयसंयुक्तत्वसम्बन्धेन एव परम्परारूपेण पिष्टे भवति स्वं स्नेहः स्व आश्रयः जलं स्व आश्रयसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठ कारणतावच्छेदकसम्बन्धः स्व आश्रयसंयुक्तत्वरूपः पिण्डीभावनिष्ठकार्यता अवच्छेदकसम्बन्धस्तु समवायः, अतः स्नेहः पिण्डीभावं प्रति निमित्तकारणं भवति. इदानीं स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इति तस्मिन् विषये अस्ति. अत्र पिण्डीभावः विलक्षणसंयोगरूपः समवायेन पिष्टे वर्तते. पिण्डीभावः इति संयोगरूपः इति गुणः, पिण्डीभावः समय विलक्षणसंयोगरूपगुणः समवायेन पिष्टे वर्तते. पिष्टे तु अस्ति गुणः, गुणगुणिनोः समवायः इति कारणात् किल. सत्यं, तत्र विलक्षणसंयोगरूपः इत्युक्ते किम्? संयोगरूपः रूप क्षम्यतां, रूपः इति तदेव संयोगः इति गुणः, रूपनाम्ना इति. सत्यं, तदेव मम किञ्चित् पिण्डीभावः इति विलक्षण संयोगगुणः समवायेन पिष्टे वर्तते. स्नेहस्तु समवायेन जले विद्यमानः स्व आश्रयसंयुक्तत्वसम्बन्धेनैव परम्परारूपेण पिष्टे भवति. इदानीं स्नेहविषये, स्नेहः तु एवं कुर्मः भगिनि, अग्रे पठतु, अग्रे तत् परम्परासम्बन्धः कथम् अस्ति इति लिखितमस्ति खलु, तेन एतद् वाक्यं किञ्चित् स्वम् इति स्नेहः तदेव किल. स्वम् इति स्नेहः, स्व आश्रयः, स्नेहस्य आश्रयः तु जलं. स्व आश्रयसंयुक्तं पिष्टम् इत्युक्ते स्नेह आश्रयः जलं, जलेन संयुक्तं पिष्टं. तादृशसंयुक्तत्वम् इत्युक्ते जलेन आश्रयसंयुक्तत्वं, स्नेहेन आश्रयः जलं, जलेन संयुक्त पिष्टं कुत्र वर्तते इत्युक्ते संयुक्तत्वं पिष्टे वर्तते. आं, तद् अवगतं. संयुक्तत्वं पिष्टे वर्तते इति किं भवति? स्नेहनिष्ठ कारणता अवच्छेदकसम्बन्धः स्व आश्रयसंयुक्तत्वरूपः. यदा वयं परम्परासम्बन्धविषये तद् दृष्टवन्तः. इत्युक्ते स्वम् इति स्नेहः, स्नेहस्य आश्रयः जलं, जलेन संयुक्तम् अस्ति पिष्टम् इति कृत्वा पिष्टे कः सम्बन्धः इत्युक्ते तत्र स्नेहपिष्टयोः सम्बन्धः कः इत्युक्ते स्व आश्रयसंयुक्तत्वम् इति सम्बन्धः खलु इति तदेव पिष्ट. स्नेहपिष्टयोः तद् समानाधिकरण्यं नास्ति इति कृत्वा इत्युक्ते परम्परासम्बन्धेन समानाधिकरण्यं भवति खलु. पिण्डीभावनिष्ठ कार्यता अवच्छेदकसम्बन्धस्तु समवायः. तदेव वयं प्रथमवाक्ये दृष्टवन्तः, विलक्षणसंयोग इति. सत्यम्, इत्युक्ते पिण्डीभावः इति इति विलक्षणसंयोगः पिष्टे समवायेन अस्ति. तर्हि इदानीं पिष्टम् इति कार्याधिकरणं, तस्मिन् इत्युक्ते स्नेहः पिण्डीभावं प्रति कारणं खलु. तर्हि तत्र पिण्डीभावः इति कार्यं, स्नेहः इति कारणं, तयोः कार्यकारणयोः समानाधिकरण्यम् अपि च केन सम्बन्धेन इति प्रश्नः. तर्हि स्नेहः कार्याधिकरणे स्व आश्रयसंयुक्तत्वसम्बन्धेन अस्ति, पिण्डीभावः तु कार्याधिकरणे समवायसम्बन्धेन अस्ति इति कृत्वा तयोः तत्र स्नेहः पिण्डीभावस्य निमित्तकारणम् इति आगच्छति. किमर्थमिति अग्रे अस्ति. तर्हि अग्रे पठतु भगिनि, तत्र समवायसम्बन्धः अपि च असमवायसम्बन्धस्य विषये आगच्छति. तथा हि समवायीकारणे कार्यता अवच्छेदकसम्बन्धः समवायः. प्रथम असमवायीकारणे अपि स एव. द्वितीयसमवायीकारणे तु कार्यता अवच्छेदकः स्वसमवायी समवायित्वम्. समवायीकारणे कारणता अवच्छेदकसम्बन्धः तादात्म्यम्. असमवायीकारणतयोः तु उभयोरपि असमवायः एव. वक्ष्यमाणरीत्या चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायीसमवेतत्वं वा द्वितीयसमवायीकारणे कारणता अवच्छेदकः पक्षे च अस्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेन एव. अत्र यदा समवायीकारणे स्वीकुर्मः चेत् तत्र तु कार्यता अवच्छेदकसम्बन्धः समवायः. इत्युक्ते यदा वयं कपालघटविषये दृष्टवन्तः, कपालः तादात्म्ये स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति इति, तत्र कार्यता अवच्छेदकसम्बन्धः तु समवायः. प्रथमविधसमवायीकारणे अपि स एव. इत्युक्ते प्रथमविधसमवायीकारणे अपि कार्यता अवच्छेदकसम्बन्धः समवायः एव. तत्रापि कार्येण सह एकस्मिन् अर्थे समवेतं सत् समवायीकारणम् इति तदपि वयं दृष्टवन्तः. द्वितीयविधसमवायीकारणे इत्युक्ते कारणेन सह इति, तत्र कार्यता अवच्छेदकः स्वसमवायी समवायित्वं. तत्र एव वयं तद् कारणेन सह एकस्मिन् अर्थे समवेतं सत् तत् समवायीकारणम् इति दृष्टवन्तः. तत्र स्वसमवायी समवायित्वम् इति आगच्छति. इत्युक्ते यथा कपालरूपं घटरूपं प्रति तत्र आम् त्वम् इति स्वीकृत्य वयं कृतवन्तः तत्र एव. समवायीकारणे कारणता अवच्छेदकसम्बन्धः तादात्म्यम्. यदा वयं दृष्टवन्तः इदानीं तत्र स्वस्मिन् तादात्म्येन स्थित्वा इति आगच्छति, कारणं तु कपालः इति कृत्वा तत्र कारणता अवच्छेदकसम्बन्धः तादात्म्यं, तादात्म्यसम्बन्धः. असमवायी कारणतायोः तु उभयोरपि समवायः एव. इत्युक्ते तत्र यदा प्रथमविध असमवायीकारणं वा द्वितीयविध असमवायीकारणं वा उभयोः अपि समवायः एव कारणता अवच्छेदकसम्बन्धः. इत्युक्ते कपालसंयोगः कपाले समवायेन अस्ति, कपालरूपमपि कपाले समवायेन अस्ति इति कृत्वा. वक्ष्यमाणरीत्या चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायी समवेतत्वं. वक्ष्यमाणरीत्या इत्युक्ते अग्रे आगच्छति इति. तत्र चित्रगन्धस्थले गन्धवती पृथ्वी इति वा तत्र किञ्चित् भिन्न उदाहरणम् अस्ति, अग्रे आगच्छति. तत्र पटरूपं प्रति तन्तुरूपं कथं कारणं भवति इति. परन्तु तत्र स्वसमवायी समवेतत्वम् इति परम्परासम्बन्धेन तत्र इत्युक्ते कार्यादिकरणं किम् इति दृष्ट्वा तत्र कारणता अवच्छेदकसम्बन्धः किञ्चित् विद्यते इति एव. तत्रापि वयं द्वितीयसमवायिकारणे कारणता अवच्छेदकः इति पश्यामः इति अस्ति. पक्षे च अस्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेन एव. इत्युक्ते आं भगिनि. हा वदतु भगिनि. इत्युक्ते अत्र कार्यता समवायेन एव अवच्छिद्यते परम्परासम्बन्धेन न इति वा. सत्यम्. इत्युक्ते द्वितीयविध असमवायिकारणं यत्र स्वसमवायी समवायित्वसम्बन्धेन कार्यतायाः अवच्छेदक कार्यता अवच्छेदकसम्बन्धः यदा स्वसमवायी समवायित्वं भवति तदा कारणतावच्छेदकसम्बन्धः भवति समवायः इति. परन्तु यदा कारणतावच्छेदकसम्बन्धः स्वसमवायी समवेतत्वम् इति भवति, तदा कार्यतावच्छेदकसम्बन्धः समवायः इति एव भवति. तदेव तत्र अग्रिमपरिच्छेदे अस्ति इति चिन्तयामि, तत् पठित्वा समापयामः. विद्याशङ्करमहोदया, भवान् पठति वा? एवं च प्रथमं समवायतादात्म्ययोः निवेशे समवायिकारणत्वम् उभयत्र. महोदय, क्षम्यतां, तत्र प्रायः प्रत्येकं वाक्यं पठित्वा किञ्चित् वदतु, तेन किञ्चित् सौलभ्यं स्यात् इति मन्ये. एवं च समवायतादात्म्ययोः निवेशे समवायिकारणत्वं, यथा तादात्म्येन समवायकारणं तादात्म्येन स्थित्वा समवायेन कार्यं कारणे स्थित्वा तादात्म्येन कारणे स्थित्वा समवायेन कार्यं जनयति इति निवेशे समवायिकारणत्वं तस्य लक्षणम् कार्यतायाः अवच्छेदकसम्बन्धः अस्ति का समवायः, कारणतायाः अवच्छेदकसम्बन्धः अस्ति तादात्म्यः इति. कारणतावच्छेदकसम्बन्धः तादात्म्यं, कार्यतावच्छेदकसम्बन्धः समवायः इति समवायिकारणनिरूपणे. उभयत्र इत्युक्ते कार्यता अवच्छेदक वा कारणतावच्छेदकसम्बन्धस्थले समवाय इति निवेशे आद्य असमवायिकारणत्वम् इत्युक्ते आद्य असमवायिकारणस्य तस्य निरूपणे कार्यता अवच्छेदकसम्बन्धः समवायः, कारणतावच्छेदकसम्बन्धः अपि समवायः इति आद्यसमवायिकारणत्वनिरूपणम्. तृतीयबिन्दुः स्वसमवायिसमवायित्वसमवाययोः निवेशे वक्ष्यमाणरीत्या समवायस्वसमवायस्वाश्रयसमवेतत्वयो वा निवेशे द्वितीय असमवायिकारणत्वम् इति अग्रे द्वितीय असमवायिकारणं यत् अस्ति तत्र कारणतावच्छेदकसम्बन्धः किं कार्यतावच्छेदकसम्बन्धः समवायः न वा? इत्युक्ते द्वैविध्यमपि भवति खलु, यदा स्वसमवायी समवायित्वम् इति कार्यतावच्छेदकसम्बन्धः भवति. इत्युक्ते कपालरूपं घटरूपं प्रति इति स्वीकुर्मः चेत् कपालरूपम् इति स्वं, कपालरूपस्य समवायी अस्ति कपालः, कपाले घटः समवायेन अस्ति इति कृत्वा तत्र इदानीं घटः इति क्षम्यतां हा तत्र कार्यतावच्छेदकसम्बन्धः खलु, सत्यम् इति वैपरीत्यं वक्तव्यं, क्षम्यतां, तत्र घटरूपम् इति स्वं, घटरूपं घटे समवायेन अस्ति इति कृत्वा घटं भवति समवायी, घटः कपाले समवायेन अस्ति इति कृत्वा इदानीं स्वसमवायी घटः, स्वसमवायी समवायी अस्ति कपालः, स्वसमवायी समवायित्वम् इति घटरूपं कपाले अस्ति, कपालरूपं तु कपाले समवायसम्बन्धेनैव अस्ति इति. तत्र कारणतावच्छेदकसम्बन्धं भवति समवायः, कार्यतावच्छेदकसम्बन्धः अस्ति स्वसमवायी समवायित्वम् इति. स्पष्टं वा? एकविधम् इत्युक्ते तत्र कपालः इति कार्याधिकरणम् इति स्वीकुर्मः चेत् तथा भवति. इत्युक्ते यत् कपालः इति कार्याधिकरणम् अस्ति चेत् कारणता तत्र समवायसम्बन्धेन अस्ति, कार्यता परम्परासम्बन्धेन अस्ति. कपालः कारणं, कार्यं घटरूपं. न, कपालरूपं कारणं, कार्यं घटरूपं कपालः इति कार्याधिकरणं. घटरूपं कार्यम् अत्र. परन्तु यदा वयं घटः इति कार्याधिकरणम् इति स्वीकुर्मः चेत् इदानीं कार्यं समवायेन भवति, घटरूपं घटे समवायेन, परन्तु कारणं कपालरूपम् इति तत्र परम्परासम्बन्धेन भवति. इत्युक्ते किमस्ति स्वसमवायि इत्युक्ते स्वम् इति इदानीं कपालरूपं, कपालरूपस्य समवायी अस्ति कपालः स्वसमवायी, कपाले समवेतम् अस्ति घटः समवाये सम्बन्धेन तिष्ठति इति कृत्वा, तर्हि कपालरूपं घटे स्वसमवायी समवेतत्वसम्बन्धेन अस्ति. तर्हि घटः इति इदानीं कार्याधिकरणं, कार्याधिकरणे कार्यं समवायसम्बन्धेन अस्ति, कारणं परम्परासम्बन्धेन इत्युक्ते स्वसमवायी समवेतत्वसम्बन्धेन अस्ति. एकत्र स्वसमवायी समवायित्वम् एकत्र स्वसमवायी समवेतत्वम् सत्यं, परन्तु स्वसमवायी समवायित्वम् इति कार्यतावच्छेदकसम्बन्धः, तत्र कारणता अस्ति समवायसम्बन्धेन, परन्तु अन्यत्र कार्यता समवायसम्बन्धेन अस्ति, कारणता परम्परासम्बन्धेन अस्ति, इत्युक्ते वैपरीत्यं भवति कार्यता वा कारणता वा, इत्युक्ते एकः सम्बन्धः परम्परासम्बन्धः भवति. वक्ष्यमाणरीत्या समवायस्वाश्रयसमवेतत्वयो समवाय स्वाश्रयसमवेतत्वयो वा इति द्विविधम् इति द्विविधदृष्टि वा दृष्टिद्वयं न दृष्टिद्वयम् इति तत्र प्रथमनिवेश इत्युक्ते स्वसमवायी समवायित्वसमवायोः निवेशे इति प्रथमदृष्टिः. तत्र प्रथमं सर्वत्र पश्यामः चेत् प्रथमं कार्यतावच्छेदकसम्बन्धः, द्वितीयम् अस्ति कारणतावच्छेदकसम्बन्धः. तत्र समवायिकारणस्थले अपि तथा खलु, समवाय तादात्म्ययोः इति समवायः इति कार्यतावच्छेदकसम्बन्धः, तादात्म्यः इति कारणतावच्छेदकसम्बन्धः. तद्वत् अत्रापि स्वसमवायी समवायित्वम् इति कार्यतावच्छेदकसम्बन्धः, समवायः इति कारणतावच्छेदकसम्बन्धः इति प्रथमदृष्टिः. द्वितीयदृष्टिः अस्ति समवायः इति कार्यतावच्छेदकसम्बन्धः, स्वाश्रयसमवेतत्वम् इति कारणताश्रयसम्बन्धः. इति द्वितीयविध असमवायिकारणे कार्यताकारणतायोः सम्बन्धः तत्र द्विविधं न द्विविधम् इत्युक्ते वस्तुतः एकमेव, परन्तु कार्याधिकरणं किम् इति अनुसृत्य भिन्नरीत्या वक्तुं शक्नुमः. अस्तु, इति दृष्टिद्वयं निवेशे द्वितीय असमवायकारणत्वम् इति सिद्धे एतद् भिन्नः यः कार्यकारणभावः तत्रत्यं कारणत्वं निमित्तकारणत्वम् इति उच्यते. इति कारणत्वं त्रिविधम् इति दृष्टं, समवायकारणत्वम्, आद्य असमवायकारणत्वं, द्वितीय असमवायकारणत्वम् इति त्रयं पठितं. तद्भिन्नः कार्यकारणभावः यत् अस्ति तद् निमित्तकारणत्वम् इति उच्यते. यथा प्रकृते स्नेहस्य पिण्डीभावं प्रति पिण्डीभावनिष्ठकार्यतायाः समवायेन अवच्छेदे अपि स्नेहनिष्ठकारणतायाः स्वाश्रयसंयुक्तत्वसम्बन्धेन अवच्छेदात्. अत्र किमस्ति, पिण्डीभावनिष्ठ पिण्डीभावः इति कार्यं पिण्डीभावनिष्ठकार्यतायाः समवायेन अवच्छेदम् अवच्छेदः अपि पिण्डीभावं प्रति स्नेहं कथं कारणम् इति अत्र प्रश्नः. तस्य समवायेन अस्ति अपि स्नेहनिष्ठकारणता कथं भवति, स्वाश्रयसंयुक्तत्वसम्बन्धेन अवच्छेदं भवति. अत्र स्वाश्रयमित्युक्ते किं, स्वस्नेहः, स्वाश्रयं जलं, स्वाश्रयसंयुक्तं पिष्टं, तादृशम् अवच्छेदकं भवति. न हि सः सम्बन्धः पूर्वोक्तेषु त्रिविधकार्यकारणेषु अन्तर्भवति. यत् पूर्वं त्रिविधं लिखितं तस्मात् भिन्नः अस्ति एषः. अतः तादृशपिण्डीभावः पिण्डीभावं प्रति स्नेहः निमित्तकारणम् इति. किमर्थम् इति, कारणतः अवच्छेदकसम्बन्धः स्वाश्रयसंयुक्तत्वं यत् पूर्वं लिखितं तादृशं नास्ति, त्रिविधमपि नास्ति. सत्यम्, इत्युक्ते कार्यकारणभावः तत्र चतुर्विधकार्यकारणभावः वस्तुतः अन्तर्भवति तत्र त्रिविधकारणत्वे. परन्तु यत् कार्यकारणभावः स्नेह पिण्डिभावयोः मध्ये अस्ति तत्तु तेषु न अन्तर्भवति इति कृत्वा, इत्युक्ते समवायतादात्म्यसम्बन्धः अपि नास्ति, समवायसमवायसम्बन्धः इत्युक्ते कार्यताकारणत्वाद्वयमपि समवायसम्बन्धेन अवच्छिद्यते प्रथमविधसमवायिकारणे, तदपि नास्ति. अपि च स्वसमवायि समवायितत्वसमवायसम्बन्धः अथवा समवाय स्व आश्रयसमवेत्तम् इति यत् द्वितीयविधस्य द्वैविध्यमस्ति तस्मिन् तयोः अपि नास्ति इति कृत्वा भिन्नसम्बन्धः, भिन्नसम्बन्धेन कार्यम, यद्यपि कार्यं समवायेन अवच्छिद्यते कारणं तु भिन्नसम्बन्धेन अवच्छिद्यते इति कृत्वा तत्र स्नेहः पिण्डीभावं प्रति निमित्तकारणमस्ति, न तु समवायि अथवा असमवायिकारणम् इति तत्र परिवर्षितम्. अस्तु, तर्हि किञ्चित् अधिकं समयम् अद्य स्वीकृतवन्तः, क्षम्यताम्. हा, एतावत्पर्यन्तं सम्यक् खलु? आं भगिनि. अस्तु, अपि च एकक्षणम् इदानीं तत्र रेकार्डिङ्ग् स्थगयामि, परन्तु सर्वे तिष्ठन्तु.